नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रथमम् अदादिगणस्य एकं सूत्रं पठित्वा अग्रे अन्तिमसूत्रं. महोदय, भवानेव पठतु महोदय. जाग्रो विचिन्न लिङ्ग्स् लिङ्ग्सु जाग्रधातोः गुणः भवति. वि चिन् नल् नित् एतेषां प्रत्ययाणां पर्युदात्ते. वि इति प्रत्ययविशेषः, चिन् इति लुङ्लकारस्य, नल् इति लिट्लकारस्य, नित् इत्यनेन इत्सञ्ज्ञक नकारस्य यस्य नकारः यस्य. वि नित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति. चिण् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति. अन्यत्र सर्वत्र गुणः भवति. अचोर्णिति निति च इत्यनयोः अपवादः. विश्च चिण् च नल् च नित् च तेषाम् इतरेतरद्वन्द्वः. विचिण्णन्लितः न विचिण्णल्लितः अविच्छिन्नल्लितः. तेषु अविच्छिन्नल्लिस्सु जाग्रः षष्ट्यन्तम्, अविच्छिन्नलस्सु सप्तम्यन्तं. मिदेर्गुणः इत्यस्य गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति. जाग्रः गुणः अविच्छिन्नल्लिस्सु इति अस्ति. अत्र यत्र अविच्छिन्नत विचिन्नल् नित् एतेषां प्रत्यय भवति चेत् गुणः वा वृद्धिः वा गुण यत्किमपि कार्यमस्ति तत् भवति. परन्तु अन्यत्र सर्वत्र गुणः भवति इति अस्ति, इति दत्तमस्ति. यथा जागृदेवगण्णिच् अत्र वृद्धिः भवति स्म. इदानीं तत् जागृ अविच्छिन्नलिस्सु इत्यनेन वि नास्ति, चिन् नास्ति, नित् नास्ति. अतः तत्र गुणः भवति वृद्धिं प्रबाध्य इति अस्ति. यत्र यत्र अन्यकारः भवति तत्र सर्वत्र गुणः भवति इति परिदास इति अस्ति. परिदासप्रतिषेधः इति परिदासप्रतिषेधः आम्. तद्विहाय इति अपि वयं स्वीकर्तुं शक्नुमः किल. जाग्रधातुः गुणः भवति. वि च चिन् नल् नित् इत्येषां प्रत्ययान् विहाय. अस्तु, तत्र निति अचोनिति निति च इत्यनयोः अपवादः अस्ति जाग्रविचिन्नल् नित्सु इति सूत्रम्. अतः यत्र यत्र तत् वृद्धिकार्यम् अचोनिति इत्यनेन वृद्धिकार्यं तत्तु न भवति. निति च इत्यनेन यद् गुणनिषेधः भवति तदपि न भवति. समीचीनं. परन्तु यदा जाग्रयोगः तः इति भवति तत्र तु गुणनिषेधः एव किल. जाग्रतः इत्येव रूपम् अनित् विच्छिन्नल् नित्सु अनित्सु. समीचीनं महोदय. तत्र जाग्रयोगः तः इति यद्भवति तत्र गुणः तु न भवति. किमर्थम् इत्युक्ते अनित् अस्ति, अनित् अस्ति. अतः अनित् अनित् भवेत् अनित् भवेत् तथा एव भवति. यथा इदानीं कित् अस्ति चेत् यत् भवति एव कित् अस्ति चेत्. यथा जाग्रयोग जागरितः इति अस्ति तत्र जागरितः आम् तान्तरूपं तत्र तु नीति च प्रबाद्य जाग्रविचिन्नलिचु भवति. परन्तु जाग्रयोगः तः इति यद् भवति तत्र तु जागृतः इत्येव रूपं, तत्र गुणनिषेधः एव. तत्र गुणः भवति खलु भगिनि, गुणः भवति खलु तत्र जागरितः इति रूपं भगिनि, न जागृतः. जागृतः जाग्रयोगः तः सः न तद् तत्र नास्ति ता इति ता प्रत्ययं ता प्रत्ययं तु जागरितः जागृयोगः ति जागर्ति जागृयोगः तः हा तगुणनिषेधः अस्ति गुणः न भवति जागृतः एव जागृतः एव तत्र तु अस्मिन् सूत्रस्य प्रसक्तिः तत्र नास्ति अस्य सूत्रस्य प्रसक्तिः आम् अत्र परिदासप्रसज्ज इति प्रसज्जप्रत्य परिदासप्रतिषेधः इति इतोपि किञ्चित् तत्र भेदः कः इति सम्यक् न अवगतं मया इदानीमपि अत्र न दत्तमस्ति न तत् वयं तु पठितवन्तः कुत्रापि पर्युदासविषये अग्रे आगच्छति महोदय तदस्ति अहमपि इदानीं न स्मरामि परन्तु वयं पठितवन्तः पर्युदासविषये अष्टाध्यायी डाट् काम् मध्ये किमपि न दत्तमस्ति तत्र अहं कुत्र पठितवान् अब्राह्मणम् आनय इति परिदासः अस्ति कोऽपि अन्य आनयतु इति ब्राह्मण न भवत् इति अस्ति तादृश अस्ति चेत् परिदासः भवति अन्यत्र ब्राह्मण आनय इति अब्राह्मण आनय इति वदति चेत् कोऽपि अब्राह्मणः अस्ति चेदेव भवतु अन्यथा मा आनयतु इति तादृश अर्थे प्रसज्यप्रतिषेधः इति किमपि किञ्चित् अस्तभिन्नः भवति इति अस्ति प्रतिषेधयता भवति तादृश इति इदानीमपि न अहं शब्दः एव स्मरामि अर्थः तु इदानीं मम मनसि न आगच्छति परन्तु पर्युदासविषये बहुवारम् आगच्छति अग्रे अस्तु किमर्थ इदानीं मम मनसि न आगच्छति अर्थः अहं वदामि महोदय दृष्ट्वा वदामि अवश्यम् अस्तु अस्तु तदेव किल तदेव एकः एव प्रश्नः किल तत् आमामाम् अस्तु अग्रे सरामः वा ज्योत्यादिगणं प्रति अस्तु अरुणा भगिनी पठति वा जुहोत्यादिगणः इति आं भगिनि नमस्ते भगिनि जुहोत्यादिगणे चतुर्विंशति धातवः सन्ति यदा सर्वेषु गणेषु कर्तर्तके सार्वधातुकप्रत्ययपरे कर्तरिषप् इति शप् विहितः अस्ति तदा जुहोत्यादिभ्यः स्लुः इति सूत्रेण तपः स्लु लोपः भवति अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते अत्र दत्तं जुहोत्यादिगणे चतुर्विंशति धातवः सन्ति कर्तर्तके कर्तरि कर्तर्तके सार्वधातुकप्रत्ययपरे कर्तरि शप् सामान्यसूत्रम् आगच्छति परन्तु तत् सूत्रबाधुकस्य प्रबाद्य जुहोत्यादिभिः अस्तुः इति सूत्रेण शपः स्लु अत्र श्लोपः भवति तदेव जुहोत्यादिगणे विकरणप्रत्ययः न दृश्यते तदेव दत्तं दत्तं समीचीनम् इदानीं जुहोत्यादिभ्यः श्लुः इति अत्रापि विकरणप्रत्ययः न दृश्यते यदा वयम् अदादिगणे दृष्टवन्तः तत्रापि श्लु परन्तु तत्र तु लुक् अभवत् अत्र श्लु सूत्रं पठतु भगिनि जुहोत्यादिभ्यः श्लुः जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य श्लु लोपः भवति जुहोत्यादिरादिः येषां ते जुहोत्यादयः तेभ्यः जुहोत्यादिभ्यः जुहोत्यादिभ्यः पञ्चम्यन्तं स्लुः प्रथमान्तं द्विपदमिदं सूत्रम् आदिप्रवृत्तिभ्यः शपः इत्यस्मात् शपः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जुहोत्यादिभ्यः शपः स्लु सूत्रं विवरणं दत्तं जुहोत्यादिगणि स्थिते धातुभ्यः विहितस्य सप्रत्ययस्य लोपः भवति स्लु भवति इति अत्र दत्तं ज्योत्यादिभ्यः इति विग्रहवाक्यमत्र दत्तं ज्योत्यादयः ज्योतिरादिः येषां ते ज्योत्यादयः तेभ्यः ज्योतिभ्यः ज्योत्यादिभ्यः इति पञ्चम्यन्तं पदं स्लुः इति प्रथमान्तं द्विपदसूत्रम् अनुवृत्तिसहितसूत्रं जुहोत्यादिभ्यः शपः स्लुः इति अत्र विवरणमस्ति. सूत्रं केवलं जुहोत्यादिभ्यः स्लुः वदति, परन्तु अनुवृत्तिसहितं शपः अत्रापि अनुवृत्तिरूपं वर्तते. समीचीनं, शपः श्लू भवति इति सूत्रं वदति. समीचीनं भगिनि, धन्यवादः. धन्यवादः. विजया भगिनी अग्रे पठति वा? विजया भगिनी राजेन्द्रमहोदय पठति वा अग्रे? एकनिमिषं भगिनि. महोदय पठति वा? राजेन्द्रमहोदय किम् अभवत्? आम् पठतु महोदय, अत्र प्रश्नः उदेति यत्. प्राप्तं वा महोदय? कुत्र? अहं पठामि वा भगिनि? कोऽपि एकः पठतु. पठतु भगिनि. अत्र प्रश्नः उदेति यत् लोपो स्लु इति अनयोः भेदः कः? द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति. लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति. एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम्. एतत् पूर्वमेव वयं दृष्टवन्तः, लोपः अस्ति अपि तत्र कार्यम् अदृष्टः अपि तत्र कार्यमेव भवति. प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपः प्रत्ययलोपः, षष्ठी तत्पुरुषः तस्मिन् प्रत्यये लोपे. प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुवीर्हि. सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणम् इति. तत्र लोपः भवति अपि तत्र कार्यं करोति इति. तर्हि प्रत्ययलुप्ते तद् आश्रितं कार्यं भवति. श्लु न तथा प्रत्ययस्य स्लु भवति चेत् न केवलं प्रत्ययः गच्छति, अपि तु तद् आश्रितं कार्यमपि न स्यात्. तद् विधायकं सूत्रम् अस्ति न लुमता अङ्गस्य इति. अग्रे पठामि वा? विवरणं ददातु भगिनि, किम् अस्ति? तत्र प्रत्ययलोपे प्रत्ययलक्षणं पूर्वमेव वयं दृष्टवन्तः. एतत् प्रत्ययं द्वारा विहितं कार्यं स्यात्. तत्र प्रत्ययलुप्ते सति अपि लुप्तः अपि अदृष्टः अपि तत्र एतत् लुप्तस्थानस्य कार्यं भवति एव. एतत् एव सूत्रस्य विलक्षणमस्ति प्रत्ययलोपे प्रत्ययलक्षणं. लोपः भवति अपि प्रत्ययः परन्तु तत्र कार्यं भवति एव, तदाश्रितमेव कार्यं भवति. परन्तु तत्र तद् विधायकं सूत्रमस्ति, न लुमता अङ्गस्य इति. अग्रे एतत् विषयः अस्ति, न लुमता अङ्गस्य. यस् यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययदर्श प्रत्यय आदर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययपदं. लुमता तृतीयान्तम्, अङ्गस्य षष्ट्यन्तं, त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवर्तिः अनुवर्तिसहितसूत्रं. लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न. लुमता इत्युक्ते तत्र लु अस्ति तेन शब्देन प्रत्यय आदर्शनं विहितं चेत् तत्र अङ्गकार्यस्य निमित्तं न, परन्तु तत्र प्रत्ययलोपे अपि अस्ति, परन्तु अङ्गस्य प्रत्ययलक्षणम्. एतद्विषये अग्रे अपि अस्ति भगिनि, अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयविभक्त्यन्तं रूपम्. इदं मतुप् अस्ति, प्रत्ययान्तं प्रथमविभक्तौ लुमान् इति अस्ति. मतुप् प्रत्ययस्य अर्थः अस्ति अस्मिन् वा, यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा, सः बुद्धिमान्. तर्हि लु अस्य अस्मिन् वा, सः लुमान्. व्याकरणे त्रयः लुमन्तः सन्ति, लुक् स्लु लुप् चेति. इदं सूत्रं वक्ति यत् येन आदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति. अत्र अनुवर्तिसहितसूत्रं लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न, अतः न लुमता अङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रमस्ति. तर्हि अत्र सारांशः एवं यत् स्लु इत्यनेन कस्यचित् प्रत्ययस्य आदर्शनं भवति चेत् यस्मात् अङ्गस्य सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति. प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणं भवति, एतत् लुप्तम् अस्ति अपि तत्र कार्यं भवति, परन्तु लुमता न लुमता अङ्गस्य एतत् बाधकसूत्रम् अस्ति. तत्र लोपः अस्ति चेत् लोपः एव, तत्र कार्यं न भवति. लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति एव. तत्र सारांशः एतदेव भगिनि. अतः अस्मिन् गणे किं भवति? अस्मिन् गणे लुप्तप्रत्ययः अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति. स्लु उदाहरणमस्ति अत्र, लुक् स्लु लुप् एतत् तत्र अनुबन्धलोप अनन्तरम् एतत् यत्र तिष्ठति तत्र एतत् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य बाधकसूत्रमस्ति. सारांशः अत्र किम् अस्ति चेत् स्लू इत्यनेन कस्यचित् प्रत्ययस्य आदर्शनं भवति अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति तत्र. एतदेव तत्र सारांशः भवति भगिनि. भवती वक्तुं किमपि वक्तुं वदनीयं चेत् वदतु भगिनि. शप् इत्यस्य गुणः न भवति इदानीं, तावदेव तावदेव शप् इत्यस्य गुणः न भवति इति. लुक् श्लु लुप् इति संज्ञात्रयम् अस्ति, येन लोपः इत्येव, तदपि लोपः एव सूचयति, परन्तु संज्ञात्रयं लुक् श्लु लुप् इति. न लुमता अङ्गस्य इत्यनेन तस्य ग्रहणं भवति, लुमान् लु इत्यनेन लुक् श्लु लुप् इत्यनयोः ग्रहणं भवति. लुमथा इति यदा बुद्धिमान् इति, तद् वयं सर्वं तु अदादिगणे अपि पठितवन्तः. अतः यत्र श्लु इति अपि अस्ति, यदा वयम् अदादिगणे दृष्टवन्तः अत्रापि तादृशमेव, न लुमता अङ्गस्य इत्यनेन प्रत्ययेन यद्विहितं कार्यं निमित्तं प्रत्ययनिमित्तिकं कार्यं यत्किमपि भवतु तद् न भवति. साधारणतया भवति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन भवति, परन्तु अत्रापि बाधितमस्ति न लुमताङ्गस्य इत्यनेन. किमर्थम् इत्युक्ते लुक् श्लू लुप् इत्यनेन लू इत्यनेन तस्य ग्रहणं भवति अतः न भवति इत्येव. अस्तु, स्पष्टमस्ति. अत्र दर्शनं कैः सूत्रैः एतत् लुक् श्लू लुप् अपि च लोप इति चतुष्टयेन वा न न न न तदेव अग्रे आगच्छति इति किल. लोप इति अत्र लो इति अस्ति अतः न भवति इति वा. अत्र श्लू लुप् अत्र लु सर्वत्र अस्ति. लोपः इत्यस्ति तत्र लो अस्ति अतः न भवति. तिष्ठति तद् तिष्ठति तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन कार्यं भवति. अस्माकं तत्सूत्रं दृष्टवन्तः किल, हल्ङ्याभ्यो दीर्घाच्युतिस्य पृथ्वं हल् तेन किमपि लोपः भवति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तस्य कार्यं तु भवति एव. पदसंज्ञा रामः रामयोगः सु तत्र प्रत्यय मधु मधु इति लो लुप् अस्ति. मधु इत्यस्य सुप् प्रत्यय लुप् लुप् अस्ति परन्तु पदसंज्ञा पदसंज्ञा अस्ति. अव्ययः सन्ति किल तत्रापि सुबन्तपदम् इति स्वीकुर्मः यद्यपि तस्य लोपः भवति चेदपि तत्र सर्वत्र पदे सन्धिकार्यं सति तदपि भवति यद्यपि तत्र नास्ति सुप् नास्ति चेत्. आम् समीचीनम्. अग्रे पठामः. राजेन्द्रमहोदय इदानीं सिद्धः वा? आम् भगिनि इदानीं सिद्धा अस्मि. यथा भवती पूर्वं पृष्टवती अहम् अत्र कोशे प्रयुदासस्य अर्थः कः तात् अवशेषं कुर्वन् अस्मि तथा तथा प्रयुदासः अस्ति अत्र विलक्षणः एक्सेप्शन् प्रोहिबिटिव् रूल् आर् पर्सेप्ट् ओके प्रोहिबिटिव् रूल् रूल् आर् पर्सेप्ट् अस्तु एक्सेप्शन् इति समीचीनम्. अस्माकं वर्गे वयं बहुवारं दृष्टवन्तः परन्तु इदानीं मम मनसि न तिष्ठति एव. तदेव विप्रतिषेध प्रसिद्धप्रसितेज अपि च परिदासप्रतिषेधः इति अस्ति. आमां स्वयमस्ति. भव्या भगिनी अपि बहुवारं पाठितवती तद् वाक्यं. कुत्रापि अहं मम नोट्स् मध्ये अस्ति. अहं किञ्चित् अन्वेष्य वदामि अग्रिमस पठितवान्. यदा पठामि तदा चिन्तयामि अहम् अवगतवान् इति अनन्तरं न तत् स्मरणे न तिष्ठति. तदा क्षम्यतां तद् तदेव किञ्चित् विलम्बः जातः यथा अहम् उत्तरं न दत्तं. नास्ति चिन्ता महोदय. आम् पठतु. अस्तु भगिनि. आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण पूर्वम् अस्माभिः अदादिगणे अपि तत् पठितम् अस्ति. अस्माभिः अदर्शनं लोपः लोपसंज्ञाः अदर्शनं विहितं प्रत्ययस्य लुक् श्लू लुप् लुपः लुक् श्लू लुप् इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितं प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययलुप्ते तदा आश्रितं कार्यं स्यात् न लुम्ता अङ्गस्य लुम्ता शब्देन लुप्ते तन्निमित्त अङ्गकार्यं न स्यात्. अत्र चत्वारि अत्र सूत्राणि सन्ति. एकम् अदर्शनं लोपः यथा यत्र कुत्रापि तद् यत् इत् प्रकरणे अपि इत् संज्ञाप्रकरणे अपि वयं दृष्टवन्तः इत् भवति. तदनन्तरं तस्य लोपः अदर्शनं लोपः तत् वदामः कृते तत् अदर्शनं लोपः. तत्र लोपः भवति अदर्शनं भवति न दृश्यते. तदनन्तरं प्रत्ययस्य लुक् श्लू लुप् लुक् श्लू लुप् तिसृभिः संज्ञाभिः अस्ति. अतः अदर्शनं विहितमस्ति अत्र संज्ञासूत्रमस्ति. प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययलुप्ते तद् आश्रितं कार्यं स्यात् अत्र परिभाषासूत्रम् अस्ति. अहं चिन्तयामि प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययः लोपः भवति तदपि तस्य आश्रितं यः कार्यम् अस्ति तत्र भवति एव. न लुम्ता अङ्गस्य लुम्ता शब्देन यः लुप्ते यः तन्निमित्तम् अङ्गकार्यं न स्यात् अत्र अङ्गकार्यस्य कृते एव तस्य प्रत्ययस्य कार्यं न स्यात्, अन्यथा तु भवति यथा वयं पूर्वम् अधादिगणे पठितवन्तः उतो लुकि वृद्धो उतो वृद्धि लुक् लुक् यथा सूत्रेण तत् कार्यं भवति लुक् प्रत्ययात्, परन्तु अङ्गकार्यं न भवति तत् न लुङ्ता अङ्गस्य. ज्योत्यादिगणे विकर्णप्रत्ययः शप् आसीत्, अनन्तरं तस्य श्लु अभवत्, लुम्ता शपः अदर्शनं जातम्, अतः धातु अङ्गे शप् निमित्तकम् अङ्गकार्यं न अर्हम्. अत्र यथा पूर्वसमये पठितम्, अत्र लुम्ता शपः यदा भवति यथा श्लु श्लु आगत्य तत् तस्य लोपः भवति, तत् कारणात् धातु अङ्गे शप् निमित्तं यः अङ्गकार्यं भवितुम् अर्हति तत् न भवति. अधुना नूतनप्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति, ज्योत्यादिगणे श्लु अपि लुमान्, द्वयमपि लुमान् चेत् द्वयोः भेदः कः? वस्तुतः द्वयोः कुत्रचित् साम्यं, कुत्रचित् च भेदः. साम्यम् अस्मिन् यत् लुमान् सन् प्रत्ययलक्षणं न भवति. पुनः भेदः यतोहि विशेषसूत्राणि भवन्ति लुक् लुकः कृते श्लोः कृते च, यथा अदादिगणे उतो वृद्धिर्लुकि हलि इति सूत्रम् अस्माभिः दृष्टं, येन गुणं प्रवाद्य वृद्धिः भवति. शलु इत्यनेन तादृशं कार्यं न प्राप्यते, किन्तु शलोः विशिष्टं कार्यम् अपि अस्ति यत् लुक् इत्यनेन न सिद्ध्यति, तत्र प्रमुखं कार्यम् इदम्. अत्र नूतनप्रश्न उदेति, अत्र नूतनप्रश्नः अस्ति, अत्र अदादिगणे लुक् भवति, अत्र ज्योत्यादिगणे श्लु भवति, तत्र कः भेदः कः, द्वयोः भेदः कः? तत्र कुत्रचित् साम्यम् अस्ति, कुत्रचित् भेदः अस्ति. साम्यम् अस्ति यत्र यः लुमानः भवति तत्र प्रत्ययलक्षणं न भवति, श्लु भवेत् अपि च लुक् भवेत् तत् प्रत्ययलक्षणं न भवति. परन्तु कुत्रचित् विशिष्टसूत्राणि भवन्ति यत्र लुक् कृते अथवा श्लो कृते ये सूत्राणि सन्ति तेषां कार्यं भवति. अत्र यथा वयं पठितवन्तः उतो वृद्धिर्लुकि हलि सूत्रेण अत्र अत्र विशेषकार्यं भवति, अङ्गकार्यं न भवति, परन्तु अत्र सूत्रेण तत् विशेषकार्यं भवति, तत्र वृद्धिः भवति. श्लु इत्यस्य तादृशं कार्यं न प्राप्यते, परन्तु तत्र श्लो कृते अपि तत् विशिष्टसूत्राणि सन्ति येन कार्यं छिद्यते, यतोहि तत्र द्वित्वं भवति, तत्र श्लो श्लोः सूत्रमस्ति, तत्र द्वित्वं भवति, तत् तादृशी कार्याणि सिद्ध्यन्ति तत् तेन विशिष्टसूत्राणि ये सन्ति. समीचीनम्. अतः श्लौ इति विशिष्टकार्यम् अस्मिन् गणे एव भवति, अदादिगणे तत्तु न भवति. अत्रापि लोपः भवति, अत्रापि लोपः एव भवति. द्वयमपि लुमान् इत्यनेन लू इत्यनेन ग्रहणं भवति, परन्तु तत्र विशेषकार्यम् अस्ति उतो वृद्धिर्लुकि हलि इति. अत्र तु द्वित्वम् इति विशेषकार्यं ज्योत्यादिगणे. सूत्रं पठतु महोदय. धातोः द्वित्वं भवति श्लो परे, श्लो सप्तम्यन्तम् एकपदं सूत्रं. लिटि धातोर् धातोर्ण अभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहित सूत्रं धातोः द्वे श्लोः. अत्र सूत्रं भवति, अत्र द्वित्वं भवति श्लो सूत्रेण, तत् धातोः यः भागः अस्ति तत् एकाच् धातोः एव द्वित्वं. धातोः यः धातोः अस्ति तस्य द्वित्वं भवति अत्र सूत्रेण, अनेन सूत्रेण तत् धातोः द्वे श्लोः. ज्योतादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति, यथा दा अत्र दधा, अत्र किञ्चित् कार्याणि अन्यत् कार्याणि अपि भवन्ति, दादा भवति, तदनन्तरं गत्वा तत् दधा, तत् ह्रस्वसूत्रेण तत् दधा भवति. धा तत्रापि धा भवति पूर्वं, तदनन्तरं तत् तस्य ह्रस्वकारः अल्पप्रान्तकारः आगच्छति तथा भवति. भि बिभि बिभि अपि च हु जुहु अत्र अपि द्वित्वं षडवसूत्रेण तत् द्वित्वं भवति धातुः. समीचीनम्. अतः अत्र अनेन श्लौ इति सूत्रेण यदा हु इति स्वीकुर्मः चेत् प्रथमं हु हु इत्येव भवति. यद् प्रदर्शितं तत्तु फलम् अन्तिम रूपं तद् मनसि भवेत्. यद् यः प्रथमवारं पठन्ति तेषां कृते धा इत्यत्र धा धा इत्येव दीर्घं भवति. भी इत्यत्र भी भी इति दीर्घं भवति. हु इत्यत्र हु हु इत्येव भवति. अनन्तरमेव कार्यं सर्वं भूत्वा जुहु बिबि इति आगच्छति. आम् अत्र न प्रदर्शितं. श्लौ इति सूत्रस्य प्रसक्तिः अस्ति चेत् द्वित्वमेव कार्यम्. एतद् रूपं तु अन्तिमरूपम् अस्ति. समीचीनं महोदय, धन्यवादः. अस्तु, रघुपतिमहोदय पठति वा? एकवारं कुतः भगिनि क्षमतां. पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति. एकवारं भगिनि. हा, पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति. अस्तु, श्लौ ज्योत्यादिगणे लिटि चङि लुङ्लक् लिटि चङि इत्युक्ते लुङ्लकारे सनि सन् प्रत्ययपरे यङ् प्रत्ययपरे यङि यङि च इति अस्ति. पञ्चसु स्थलेषु भवति. पञ्चसु स्थलेषु एव द्वित्वं भवति. तद् मनसि भवेत्. अनन्तरं यद्वित्वप्रकरणम् अत्र प्रदर्शितमस्ति, सूत्रम् एकवारं पठतु महोदय. अनन्तरं विवरणं वयं तु अष्टाध्यायी.com मध्ये दृष्ट्वा पठामः. अस्तु, एकाचो द्वे प्रथमस्य इति अस्ति प्रथमसूत्रमस्ति. षष्टमाध्यायस्य प्रथमपादस्य प्रथमसूत्रमस्ति. अजादेर्द्वितीयस्य द्वितीयसूत्रमस्ति तस्मिन् अध्याये एव. नन्द्रासंयोगादयः इति तृतीयसूत्रमस्ति. पूर्वोभ्यासः इति चतुर्थसूत्रमस्ति. उभे अभ्यस्तम् इति पञ्चमसूत्रं. दक्षित्यादयः षट् इति षष्ठसूत्रमस्ति. तुजादीनां दीर्घोऽभ्यासस्य इति सप्तमः. लिटिधातोरणभ्यासस्य इति अष्टमः. सनङ्ग्योः इति नवमः. स्लौ इति दशमः. चङि इति एकादशतमः. दाशान् साह्वान् मीढ्वांश्च इति द्वादशतमसूत्रमस्ति. समीचीनम्. अत्र श्लौ इदानीं वयं दृष्टवन्तः. जक्षित्यादयः षट् अदादिगणे दृष्टवन्तः. अस्मिन् गणे तु पूर्वोऽभ्यासः उभे अभ्यस्तम् सूत्रद्वयस्य एव प्रसक्तिः. अन्ये तु द्वित्वप्रकरणस्य सूत्राणि किं वदन्ति इति एकवारं पश्यामः. सर्वे किञ्चित् अष्टाध्यायी डाट् काम् उद्घाटयन्तु. किञ्चिदेव पठामः, पूर्णतया न, परन्तु किम् अस्ति इति पठामः. तत्र एकाचो द्वे प्रथमस्य इति अधिकारसूत्रमस्ति, अतः सर्वत्र तस्य अनुवृत्तिः भवति. महोदय, भवान् एव सिद्धः अस्ति वा? तत्र प्रथमवाक्यं पठति वा? एकवारं पठामि. 611 खलु. 611. हा, एकाचो द्वे प्रथमस्य सूत्रमस्ति. एकाचः षष्टि एकवचनं, द्वे प्रथम द्विवचनं, प्रथमस्य षष्टि एकवचनम् अधिकारसूत्रमस्ति एतत्. सूत्रार्थः अस्ति यत् अस्य अधिकार वित्त अधिकारः 6-1-12 पर्यन्तमस्ति, अन्तिमपर्यन्तमस्ति सर्वत्र अधिकारोऽयम्. इतः परं दाश्वान् साह्वान् मीड्वांश्च इति यावत्सु सूत्रेषु यत् द्वित्वं विधीयते तत् द्वित्वं धातोः तद्वित्वं प्रथमस्य एकाच अवयवस्य भवति इति अस्ति. प्रथमस्य एकाच अवयवस्य इति अस्ति. एतत् धातोः प्रथमस्य एकाच् अवयवस्य इति भवति, तत्र किं नाम प्रथम एकाच् अवयवः इति पठतम्? अस्तु, किं नाम प्रथम एकाच् अवयवः? अत्र शब्दस्य व्याख्यायाः विषये व्याकरणशास्त्रे महती चर्चा क्रियते, परन्तु संक्षेपेण एतत् वक्तुं शक्यते, यदि शब्दः एकः एव स्वरः अस्ति तर्हि सः सम्पूर्णशब्दः एव प्रथमः एकाच अवयवः नाम्ना ज्ञायते। यथा पच् इत्यस्य एकाच अवयवः अपि पच् इत्येव, एकाच अवयवः पच् इत्येव। यदि शब्दे एक अस्ति एकाच, एकाचो एकाचः अस्तु, यदि शब्दे द्वौ वा अधिकाः स्वराः सन्ति तर्हि शब्दस्य प्रथमवर्णात् आरभ्य शब्दस्य द्वितीयस्वरपर्यन्तं, परन्तु द्वितीयस्वरं विहाय यः वर्णसमुदायः जायते सः प्रथमः एकाच अवयवः भवति। यथा जागृ इत्यस्य एकाच अवयवः जागृ, जागृ इति प्रथमस्वरात् आरभ्य द्वितीयस्वरपर्यन्तं, परन्तु द्वितीयस्वरं वयं न गृह्णामः, जाग् एव ऋकारः त्यक्त्वा। तर्हि द्वितीयस्वरः नास्ति चेत् सम्पूर्णस्य भवति। समीचीनम्, आम्, एकः एव स्वरः अस्ति चेत् सम्पूर्णतया यदा पच् दातुः ग्रहणं भवति। तत्र उदाहरणमपि अस्ति खलु भगिनि, जजागार, तदेव पच् इति दत्तम् अस्ति किल, पच् जाग्र इति उदाहरणमस्ति। पा इति नास्ति, पच् सर्वं भवति तत्र, सर्वं भवति। आम्, एकाच पा इति एकाच अस्ति, पा इति च इति हलन्ति हल्वर् नास्ति, परन्तु तत् सम्पूर्ण एकाचस्य अवयवः भवति एव पच् इति। तत् भ्रमः भवति, एकाच इत्युक्ते किमस्ति, पच् इत्यस्य द्वित्वं करोतु महोदय इदानीम्। अत्र अस्य सूत्रेण एकाच अवयवः अस्ति पच् एव, अतः तस्य द्वित्वं भवति पच् पच् इति, एकाच एव पच् इति एकाच अस्ति, अतः पच् पच् इति भवति, पच् पच् इति भवति। जागृ इत्यस्य जागृ जाग् जाग् जागृ इति भवति, जाग् अत्र द्वे ए स्तः द्वे वर्णः वा द्वे वर्णद्वयमस्ति, स्वरद्वयमस्ति, स्वरद्वयमस्ति, अतः अत्र प्रथम अच् द्वितीयपर्यन्तं यदस्ति, द्वितीयस्वरस्य पर्यन्तं यदस्ति तस्य द्वित्वं भवति, अतः जागृ इत्यस्य ऋकारं वर्जयित्वा जाग् इति भवति, तथा जाग् जागृ इति भवति, जाग् जागृ इत्येव भवति। अस्तु, तदपि पठतु महोदय, ये अयम् अधिकारः, अयम् अधिकारः षाष्ठद्वित्वप्रकरणं नाम्ना अपि ज्ञायते, षष्ठाध्याये अस्ति अतः षाष्ठ इति नाम, इति नाम अन्यत्र अस्ति वा द्वित्वप्रकरणम्? अन्यत्र नास्ति, अस्मिन्नेव अधिकारे, अस्मिन्नेव अध्याये अस्ति द्वित्वप्रकरणं, परन्तु किमर्थं अस्ति इति, अस्ति अस्ति इति चिन्तयामि प्रायः, किल किमर्थम् अत्र द्वित्वप्रकरणम् एकवारमेव अस्ति, भवन्तः पार्श्वे अष्टाध्यायी पुस्तकमस्ति चेत् तत्र प्रथमपाठ भागे भवति किल कुत्र कुत्र प्रकरणं, पार्श्वे इदानीं नास्ति, एकवारं तत्र अतिदेशः परिभाषा एकस्मिन् अधिकारः प्रकरणम् एकवारमेव आगच्छति। आं भगिनि, अत्र द्वितीयप्रकरणम् इतः एव आरभ्यते, तत् एकाच द्वे प्रथमस्य, न न पुनः अन्येषु अध्यायेषु अस्ति वा द्वित्वप्रकरणम् इति? किमर्थमिति षाष्ठ इति आसीत् अतः एव, किमर्थं षाष्ठद्वित्वप्रकरणम् इति, षष्ठम् अध्याये अस्ति इति कृत्वा प्रायः, हा, हा, हा, हा, हा, हा, हा, हा, हा, अस्तु यद् यत् द्वित्वं विहितम् अत्र एव सन्ति यथा इत्संज्ञाप्रकरणम् एकस्मिन् स्थले एव स्यात् एकस्मिन् स्थले अस्ति प्रायः यः अधिक अधिकारः 6-1-11 मध्ये अपि अस्ति एतत् अधिकारं 6-1-11 अधिकारसूत्रं तु 6-1-12 पर्यन्तम् अस्ति भगिनि अस्माकं प्रश्नः भिन्नः अस्ति अस्माकं प्रश्नः द्वित्वप्रकरणम् इति अन्यत्र अपि कुत्रापि अस्ति वा कुत्रापि अस्ति वा इति वा नास्ति इति चिन्तयामि परन्तु इदानीं स्पष्टतया न जानामि भवती अस्तु भवती इदानीम् अष्टाध्यायी डाट् काम् उद्घाटितवती अजादेर् द्वितीयस्य इति अजादेः द्वितीयस्य अजादेः षष्टि एकवचनं द्वितीयस्य षष्टि एकवचनं एकाच द्वे प्रथमस्य सम्पूर्णसूत्रम् एकाचः अजादेः द्वितीयस्य द्वे एकाच द्वे प्रथमस्य अस्मिन् अधिकारे उक्तं द्वित्वम् अनेकाच् अजादिशब्दस्य द्वितीय एकाच् अवयवस्य भवति अतः प्रथमसूत्रं यद् वयं दृष्टवन्तः तत्र तु एकाच् अजा तत्र प्रथमस्य द्वित्वं भवति इति दृष्टवन्तः पच् पच् वा जाग् जागृ तत्र जाग् जागृ इत्यस्य स्वरद्वयम् आसीत् परन्तु प्रथमस्य एव द्वित्वं भवति चेत् जाग् जागृ इति इदानीं तत्र द्वितीय तत्र आम् तत्र अजादिशब्दस्य द्वितीय एकाच् अवयवः कः अस्ति इति पठतु आं भगिनि अजादिशब्दस्य द्वितीय एकाच् अवयवः कः अस्ति शब्दस्य प्रथमस्वरं विहाय द्वितीयस्वरपर्यन्तं यः वर्णसमुदायः तस्य द्वितीय एकाच् अवयवः इति संज्ञा भवति यथा अटि अस्य निजन्तधातोः टि इति द्वितीयः एकाच् अवयवः आं भगिनि उदाहरणं दत्तमस्ति अटि इति अटि इति अजादि अजादि इति चेत् द्वितीयस्वरस्य द्वितीय प्रथमस्वरं विहाय द्वितीयस्वरपर्यन्तम् अत्र इकार द्वितीयस्वरः अस्ति चेत् प्रथमस्वरः विहाय अकारस्य विहाय टि इति अवशिष्यते टि इति द्वितीयः एकाच् अवयवः इति अस्ति तस्य द्वित्वं करोतु भगिनि किं भवति अटि टि अटि अटि टि अटि अटि नो भगिनि टि प्रथमम् आयाति टि अटि टि अटि अस्तु अत्र उदाहरणमपि अस्ति खलु तत्र आम् अस्ति भगिनि इदानीमेव भगिनी उक्तवती किल अटि इति धातुः निजन्तदातु अस्ति वा तत्र निजन्तदातु भवति वा अथवा तदेव न भवति अहं चिन्तयामि तत् द्वे अजादेः द्वितीयस्य अटिटि एव किल भवति अटिटि अटिटि नास्ति खलु द्वित्वं कुत्र स्थापनीयम् अत्र अटिटि तत्र अनन्तरमेव स्थापनीयं किल महोदय अटिटि एव भवति खलु आमां द्वितीयः द्वितीयस्य एव किल किमर्थं पूर्वं या द्वितीयस्य भगिनि एकाच द्वे प्रथमस्य अजादेः द्वितीयस्य अटिटि द्वितीयस्य अटिटि अनन्तरं कार्याणि भवन्ति परन्तु अटिटि एव भवति चिन्तनम् अस्तु किञ्चित् एव उदाहरणं अग्रे आगच्छतु एतत् सर्वं, परन्तु एकवारं पठ अत्र दत्तमस्ति भगिनि, अत्र काशिकायाम् अटिटि शति इति अस्ति, अशिशि शति अत्र अटिटि शति, अशिशि शति, अशिशि शति, अरीरिषति, अत्र अटिपिषति इति सनन्तम्. आम् निजन्तदातुः सनन्तरूपं समीचीनम्. अग्रिमसूत्रमपि पठतु भगिनि श्रीवल्लि भगिनि. नद्राः संयोगादयः न अव्ययं, द्राः प्रथम बहुवचनं, संयोगादयः प्रथम बहुवचनं, अनुवृत्ति अजादेः द्वितीयस्य, अधिकारः एकाचो द्वे प्रथमस्य, सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं द्वितीयस्य एकाचः संयोगादयः नन्द्राः न द्वे निषेधमस्ति. सूत्रार्थः अनेकाचः अजादेः धातोः द्वित्वे प्राप्ते तस्मिन् धातौ द्वितीय एकाच समुदाये उपस्थितानां संयोगस्य आदिभूतानां नकार दकार रेफाणां द्वित्वं न भवति. धातोः अनेकाच अजादेः धातोः द्वित्वे प्राप्ते द्वितीयस्य स्थाने द्वित्वे प्राप्ते अटीति उदाहरणं तस्मिन् धातो द्वितीय एकाच समुदाये उपस्थितान् संयोगस्य आदिभूतानां नकार दकाररेफाणां द्वित्वं न भवति. अतः द्वितीय इति पठितवती किल आजादेर् द्वितीयस्य इत्यस्य एव निषेधसूत्रम्. नकार दकार रेपः यदा प्रथमवर्णः अस्ति चेत्, संयोगस्य प्रथमवर्णः अस्ति चेत् तस्य द्वित्वम् अनेन सूत्रेण निषिध्यते. उदाहरणमस्ति वा उण्डी इति आतिदेशिकधातुः, अब्जि अब्जि इति तत्रैव उन्दी इति कश्चन आतिदेशिकधातुः, तद् पठतु भगिनि. अस्य उन्दी इति कश्चन आतिदेशकः धातुः अस्य द्वित्वे प्राप्ते वस्तुतः अजादेः द्वितीयस्य इत्यनेन धातोः द्वितीयः एकाच् अवयवस्य इत्युक्ते नकार दकार इन्दि इन्दि इत्यस्य द्वित्वं करणीयम्. अजादेः द्वितीयस्य सूत्रेण द्वित्वं करणीयं, परन्तु वर्तमानसूत्रेण नन्द्राः संयोगादयः इति सूत्रेण संयोगस्य आधिभूतस्य नकारस्य द्वित्वनिषेधः उच्यते. अतः केवलं दि इति अस्यैव द्वित्वं भवति. अन्दि दि द्वित्वं तु भवति एव, परन्तु नकारस्य न भवति तावदेव. अवयवस्य नकारस्य लोपः भवति, लोपः न, तस्य द्वित्वं न भवति, द्वित्वं न भवति, तस्य द्वित्वं न भवति. उन्दि इत्यस्य धि उन्दि धि इत्येव भवति. समीचीनं भगिनि. द्वितीयबिन्दुः अद्धि अयमपि कश्चन धातुः अस्य द्वित्वे प्राप्ते वर्तमानसूत्रेण दकारस्य द्वित्वं निषेध्यते, अतः केवलं डि इत्यस्यैव द्वित्वं भवति. अत्र दकारः मीन्स् दकारः इति इत्युक्ते ड इति अस्ति अद् डि. तत्र अधकार अकारः दकारः डि दकारस्य लोपः अड्डि डि. आं भगिनि, दकारस्य लोपः भवति, दकारस्य लोपः भवति नन्द्राः. लोपः न लोपः द्वित्वस्य लोपः भवति द्वित्वं न भवति किं निषेधः इति भिन्नार्थः लोपः इति भिन्नार्थः लोपः यदा प्राप्ते तदानीं लोपः इदानीं प्राप्तमेव नास्ति तत्र समीचीनम् अग्रिममपि अर्चि इति अपि करोतु रेप अर्चि इति अर्चि धातोः निच् प्रत्ययान्तः आतिदेशकधातुः अत्र द्वित्वे प्राप्ते रेफस्य द्वित्वं न भवति अतः अर्चि छि इत्येव जायते आम् रेफा चकार इत्यस्य संयोगस्य आदिः रेफा रेफस्य न द्वित्वं भवति तावदेव इति छि एव अर्चि छि इत्येव जायते वार्तिकानि सर्वं वयम् अग्रे यदा पठिष्यामः तस्मिन् समये अवगन्तुं प्रयत्नं कुर्मः इदानीं किञ्चित् इन्ट्रोडक्षन् इत्येव अस्तु भगिनी अत्र एवमस्ति वा यत्र नकारः चकारः रेफः संयोग आदय वर्णः भवति तस्य द्वित्वं न भवति आदिभूत तत्र संयोगः भवतु संयोगस्य आदिमवर्णः नकारः दकारः रेपः भवति चेत् तस्य तद् नकारदकाररेपस्य एव द्वित्वं न भवति अन्यवर्णस्य तु भवति एव समीचीनं वा अस्तु महोदय राजेन्द्रमहोदय भवानेव अजादेः अजादेः भवति आम् एतत्तु द्वितीय 612 इत्यस्य एव निषेधः द्वितीयस्य एव प्रथमस्य न द्वितीयस्य एकाचक संयोगादेः द्राः अनेकाचः भवति चेत् अस्य सूत्रस्य प्रसक्तिः एकाचः अस्ति चेत् अस्माकं प्रथमसूत्रमेव अधिकारसूत्रं यत् अस्ति परन्तु एका अनेकाच अजादि अनेकाच भवेत् हलादि अनेकाच चेत् न भवति जागृ उन्दि अधङ्गी अर्चि सर्वत्र अनेकाच अजादिः धातुः तत्र संयोगः अपि अस्ति आदिमवर्णः संयोगस्य नकारः दकारः रेपः अस्ति चेत् तस्य द्वित्वं न भवति राजेन्द्रमहोदय अग्रिमसूत्रं पठति वा पूर्वोऽभ्यासः आमे पूर्वाभ्यासः पूर्वः प्रथमा एकवचनम् अभ्यासः प्रथमा एकवचनम् अनुवृत्ति अजादेः द्वितीयस्य एकाचो द्वे प्रथमस्य अधिकारः सम्पूर्णसूत्रं पूर्वः अभ्यासः संज्ञासूत्रम् अभ्याससंज्ञा सूत्रार्थः अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते द्वयोः यः पूर्वः प्रथमः तस्य अभ्यास इति नाम दीयते अत्र संज्ञासूत्रमस्ति अत्र द्वित्वं यथा द्वितीयप्रकरणे यथा द्वित्वं भवति तत् यः प्रथमः तस्य सदस्यः अस्ति पूर्वसदस्यः प्रथमसदस्यः अस्ति तस्य अभ्यास इति नाम दीयते तस्य अभ्यासः वदामः तम् यतोहि यथा दधा भवति तत्र दकारः या प्रथमदकारः अस्ति तस्य नाम अभ्यासः अत्र एव उदाहरणमस्ति महोदय यदा शब्दस्य द्वित्वं क्रियते तर्हि द्वयोः यः प्रथमः तस्य अभ्याससंज्ञा भवति यथा पच् धातोः द्वित्वे कृते पच् इति स्थिते यः प्रथमः पच् तस्य अभ्याससंज्ञा भवति जाग्रधातोः द्वित्वे कृते जाग्र इति ते यः प्रथमः जाग् तस्य अभ्याससंज्ञा भवति अर्चि धातोः द्वित्वे कृते अर्चि चि इति ते यः प्रथमः श्री तस्य अभ्याससंज्ञा भवति भगिनी कथं तत्र चीर्चि इति अकारः किमर्थं त्यक्तवन्तः अर्चि एव नन्द्रा खलु भगिनि ओहो नन्द्रा अस्ति अतः अत्र नन्द्रा परन्तु अर्चिचि भवति खलु अर्चिचि, परन्तु द्वित्वं तु चि यत् किमपि तस्यैव द्वित्वं भवति, यद्यपि रकारः न दृश्यते यस्य द्वित्वं भवति तस्य एव अभ्यास इति नाम, परन्तु अर्चि इति इत्यस्य रेपस्य तु ओहोहो न अस्ति खलु अत्र द्वित्वं भवति रकारस्य न भवति परन्तु तत् द्वितीय अवयव तदेव खलु अर्चि अर्चि इति एव अवगतम्, अतः एव अहं चिन्तयामि तद् समीचीनम्, आम् आम् आम् आम् यस्य द्वित्वं भवति तस्य एव अभ्याससंज्ञा भवति, अभ्याससंज्ञा भवति, अभ्याससंज्ञायाः एव कार्याणि अपि भवन्ति अग्रे, समीचीनं समीचीनं सम्यक्। अग्रिमसूत्रमपि पठति वा महोदय, पूर्वोऽभ्यासः इति संज्ञासूत्रम्, अग्रिमम् उभे अभ्यस्तम् उभे अभ्यस्तं तद् इदानीम् एव वयं पठितवन्तः, उभे अभ्यस्तं पठितवन्तः, न आगच्छति महोदय इदा अनन्तरमेव आगच्छति श्लौ इति, उभे अभ्यस्तं प्रथम द्विवचनम् अभ्यस्तं प्रथम एकवचनम् अजादेः द्वितीयस्य अनुवृत्तिः एकाचो द्वे प्रथमस्य अधिकारः उभे अभ्यस्तं संज्ञासूत्रम् अस्ति, अभ्यस्तसंज्ञा भवति यत्र कुत्रापि द्वित्वं भवति तं तेवां मिलित्वा तान् मिलित्वा तां मिलित्वा तत्र अभ्यस्तसंज्ञा भवति, अस्मिन् द्वितीयप्रकरणे ये द्वे विहिते तयोः द्वयोः मिलित्वा अभ्यस्त इति संज्ञा भवति, यतः उदाहरणम् अस्ति उदाहरणत्वेन पच् इत्यस्य द्वित्वे कृते पच् पच् इति प्राप्ते अस्य समुदायस्य पच् पच् इत्यस्य अभ्यस्तसंज्ञा भवति, जाग्र इत्यस्य द्वित्वे कृते या जाग्र इति प्राप्ते अस्य समुदायस्य जा जाग्र इत्यस्य अभ्यस्तसंज्ञा भवति, अटि इत्यस्य द्वित्वे कृते अटि टि इति प्राप्ते अस्य समुदायस्य अटि टि इत्यस्य अभ्यस्तसंज्ञा भवति, अर्चि इत्यस्य द्वित्वे कृते अर्चि चि इति प्राप्ते अस्य समुदायस्य अर्चि चि इत्यस्य अभ्यस्तसंज्ञा भवति, मिलित्वा द्वयोः यत्र द्वित्वं भवति तदनन्तरं यः प्राप्नुमः यः पदं प्राप्नुमः तस्य मिलित्वा अभ्यस्तसंज्ञा भवति, समीचीनम्। अग्रिममपि अत्र समुदायस्य इयं संज्ञा भवति इति ज्ञातव्यं, तदपि पठतु महोदय। अत्र एव अस्ति उदाहरणस्य अनन्तरम् अत्र समुदायस्य न अव्ये अभ्यस्तम् इत्यत्र एव उदाहरणानि भवान् संज्ञा भवति इति ज्ञातव्यं, अत्र समुदायस्य इयं संज्ञा भवति इति ज्ञातव्यम्, अतः द्वयोः विहित्योः पृथक् रूपेण अभ्यस्तसंज्ञा न भवति, तथा च केवलं प्रथमस्य केवलं द्वितीयस्य अपि अभ्यस्तसंज्ञा न भवति, अत एव अस्मिन् सूत्रे अभ्यस्तम् इति एकवचनं कृतम् अस्ति, द्वयोः मिलित्वा एव अभ्यस्तसंज्ञा भवति, प्रथमस्य अथवा द्वितीयस्य अभ्यस्तसंज्ञा न भवति, प्रथमस्तु वयं पूर्वं पठितवन्तः तत्र अभ्यस् किम् आसीत् भगिनि अभ्यस् पूर्वोऽभ्यासः अभ्यासः अत्र संज्ञा भवति, परन्तु मिलित्वा अत्र अभ्यस्तसंज्ञा भवति, अस्मिन् सूत्रे अभ्यस्तम् इति एकवचनं कृतम् अस्ति, तत्र मम अर्चि इत्यस्मिन् विषये इतोपि सन्देहः अस्ति, अहम् अग्रे द्रक्ष्यामि, पूर्वोऽभ्यासः इति अस्ति पूर्वभागस्य एव अभ्यासकरणम् पश्यामि अनन्तरम्, अस्तु चक्षुत्यादि विजया भगिनी चक्षुत्यादयः षट् पठति वा, अस्ति वा भगिनी, आं भगिनि 616 एव खलु. जक्षित्यादयः षट्, जक्ष इत्यादयः प्रथमबहुवचनम्, अनन्तरं षट् प्रथमबहुवचनम्. अभ्यस्त तत्र सूत्र अर्थः किम् अस्ति चेत् जक्षित्यादिगणस्य धातूनाम् अभ्यस्तसंज्ञा भवति. जक्षित्यादिः इति उदा अदादिगणस्य कश्चन अन्तर्गणः अस्ति. अस्मिन् गणे सप्तधातवः सन्ति, जक्षो, जागृ, दरिद्र, चकाशु, शाशु, दीदीङ्, वेवीङ्. एतत् पूर्वं वयं पठितवन्तः. अनन्तरम् एतेषां सर्वेषाम् अभ्यस्तसंज्ञा भवति. एतेषां गणनं एकया कारिकया अपि क्रियते. जक्षि, जागृ, दरिद्राणां चकासेः शाशे एव च, दीदि, वेव्योः च सप्तानां जक्षित्यादौ उपग्रहः. अभ्यस्तसंज्ञस्य यत् किमपि कार्यम् उक्तम् अस्ति तत् सर्वम् एतेषां विषये अपि भवति. यथा दरिद्रधातोः लोट् लकारस्य प्रथमपुरुषभगवचनस्य रूपम् एतादृशं सिद्ध्यति. तत्र उदाहरणरूपेण तत्र तद् वयं दृष्टवन्तः किल भगिनि, गतपाठे तदेव पुनः दत्तमस्ति. अतः जक्षित्यादयः षट् अपि द्वित्वप्रकरणे एव आगच्छति. अस्तु, मम चिन्तनम् अर्चि विषये अस्ति. तत्र अर्चि इत्यस्य द्वित्वं कृतवन्तः किल, अर्चिचि इति पूर्वोऽभ्यासः इत्यनेन पूर्वभागस्य यस्य द्वित्वं कृतं तस्य पूर्वभागस्य एव अभ्यासः इति संज्ञा. अतः अर्चिचि इत्यस्य प्रथम ऋचि इत्यस्य एव अभ्यासः इति संज्ञा इति अहम् अवगतवती प्रायः, तदेव इति चिन्तयामि. तथैव अत्रैव लिखितं वा किल, तदेव. अतः एव ऋचि इत्यस्य अभ्यास इति नाम. अतः दक्षिद्यापि षट् यद्यपि द्वित्वं न भवति, परन्तु तत्र इत्यस्य यद् अस्ति अस्मिन् अस्मिन् प्रकरणे तदपि अभ्यस्तसंज्ञा स्वीकरोति. विद्या भगिनी अग्रिमसूत्रमपि पठति वा, सुजादीनां दीर्घो अभ्यासस्य. तत्र विवरणं तु दत्तं नास्ति, सूत्रच्छेदः अधिकारपर्यन्तं पठतु भगिनि. 617 अस्तु खलु भगिनि, ध्वनिः अस्ति, अहं चिन्तयामि. एकनिमिषम् इदानीं नास्ति खलु? आम् इदानीं सम्यक् अस्तु. तुजादीनां दीर्घोऽभ्यासस्य, तत्र तुजादीनां षष्ठी बहुवचनमस्ति, दीर्घः प्रथम एकवचनं, अभ्यासस्य षष्ठी एकवचनं. तत्र काशिका एव तद् पठतु, अवगच्छामि. पश्यामि, तुजादीनाम् इति प्रकारे आदिशब्दः कच्य प्रकारः, तुजेर् दीर्घो अभ्यस्यस्य अभ्यासस्य न विहितः दृश्यते च. ये तदा भूताः ते तुदाजय तुजादयः, तेषाम् अभ्यासस्य दीर्घः साधूर् भवति. दीर्घः भवति, दीर्घः भवति. तत्र साधूर् इति सा प्रथमवर्णः एव दीर्घः भवति. न न, तद् नास्ति, साधुः इति अर्थः सन्धिः अस्ति, साधुः भवति. तूतुजानः तत्र द्वितीयवर्णः दीर्घ, प्रथमवर्णः एव दीर्घः भवति. प्रथम आम् प्रथमस्य एतत्तु अन्तर्गणः अस्ति, तुधादि हि इत्यस्य तुधादिगणस्य अन्तर्गणः प्रायः. तुदादिर् आकृतिगणः इति तस्य अन्तर्गणः अस्ति. त तस्य प्रथमवर्णस्य दीर्घत्वं भवति. भूतूजानः मामहानः इति समीचीनम्. अग्रिमश्च खलु भगिनि अणङ्वान् दादार व्रतं मीमाय दादार स स्तूताव दीर्घः च विषये एव कार्यं मीटर् अस्ति अत्र अत्र अतः तत्र वेदे एव आगच्छति इति अहं मन्ये. अहं न जानामि अस्मिन् विषये. अतः किमपि दीर्घत्वं भवति सुजादिगणे इति तावदेव. अग्रिमसूत्रं पठतु भगिनि. लिटि धातोरनभ्यासस्य लिटि सप्तमी एकवचनं, धातोः षष्ठी एकवचनं, अनभ्यासस्य षष्ठी एकवचनमेव. तत्र सूत्र अर्थः लिट् लकारे परे यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति. इति प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणम् इति भवति खलु भगिनि तत्र लिट्लकारे परे. लिट् लकारस्य विषये अस्ति भगिनि, तत्र किमपि लोपः न भवति. एतत् विषयं यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति. अस्मिन् सूत्रे अनभ्यासः धातुः इति उक्तमस्ति. अस्य अर्थः सः धातुः यः अभ्यासेन सह न आगच्छति. पूर्वाभ्यासः इति सूत्रमत्र इत्यनेन द्वित्वकृते द्वयोः यः पूर्वः प्रथमः अस्ति तस्य अभ्याससंज्ञा अभ्याससंज्ञा भवति. अतः यस्य धातोः द्वित्वं कृतं नास्ति तादृशः धातुः अनभ्यासः धातुः इति उच्यते. अस्य धातोः लिट् लकारस्य प्रत्यये परे द्वित्वं भवति सर्वदा. एतद् वयं जानीमः एव खलु भगिनि, द्वित्वं लिट् लकारे द्वे स्थाने प्रथम द्वितीयवर्णः समानपद समानवर्णः एव. न द्वित्वं कृतम् इति अस्ति तत्र. न द्वित्वम् इत्युक्ते तत्र यत् सनादिप्रत्ययः यङ् प्रत्ययः यङ्गन्तधातुः अस्ति तत्र द्वित्वम् अभवत् तस्य लिट्लकारे न भवति वा? तदेव अस्माकं तत्र पञ्चसु स्थलेषु एव द्वित्वं भवति इति दत्तम् अस्ति किल, तत्र प्रायः तदेव वदति इति अहं चिन्तयामि. यत्र भवान् अपि आं तदपि सत्यमेव, य सन् वा यङ् वा तद्वित्वं भूत्वा नूतनधातु भवति दधा इति वयं स्वीकुर्मः. तत्र लिट्लकारे किं रूपं भवति? दधा इति धातोः लिट् रूपं तत्र प्रायः तत् ददा ददा न ददा इति कः दातु भगिनि? ददा इति अस्माकं ददाति इत्यस्य अभवत् खलु तत्र. न यदा वयं द्वित्वं कुर्मः अनन्तरं लिट् लकारः योजयामः चेत् लिट् लकारः कुर्मः चेत् तत्र तादृशं ददौ इति दधीत ददात ददतुः दद ददौ दधीव तत्र पुनः भवति एव किल, तत् तादृशम् अस्ति. इदे अभ्यस्तम् इत्यनेन भवति एव. लिटि धातोरनभ्यासस्य इत्यस्य प्रसक्तिः अस्ति. अनन्तरूपम् अस्ति चेत् तदेव भवति. दा धातुः अस्ति तत् सकार अनन्तदातुनामेव भवति अथवा यङ्गन्तदातु प्रायः. यत्र पूर्वमेव द्वित्वं कृतं तत्र अभ्यसूत्रस्य प्रसक्तिः नास्ति. पूर्वमेव यत् कृतं चेत् अनन्तरं यदा लिट् योजयामः चेत् तत्र तस्य प्रसक्तिः नास्ति. तावत् तु स्पष्टमस्ति, उदाहरणमेव न प्राप्तम्. अतः यदा पच् धातुः लिट् लकारः कुर्मः चेत् पच् पच् योगः किमपि लिट् लकारस्य प्रत्ययः. अन्यत्र कुत्रापि द्रष्टव्यम्, उदाहरणमस्ति वा इति. विजयभगिन्याः ध्वनिः अस्ति. ओ एकनिमिषम्, अहमेवं. धन्यवादः भगिनि. अस्तु, अग्रिममपि पठामः. अस्तु, लिट् लकारविषये अरुणा भगिनी अग्रिमसूत्रं पठति वा भगिनि? सन्यङ्गोः सन्यङ्गौ षष्टि द्विवचनम् अनुवृत्तिसहितसूत्रम्. अधिकारः एकाचो द्वे प्रथमस्य धातोः अनभ्यस्य सन्यङ्गोः द्वे. अस्मिन् सूत्रे तदेव पठामि भगिनि. अस्मिन् सूत्रार्थः प्रत्ययपरे यङ् प्रत्ययपरे वा परे यस्य धातोः द्युक्तं न कृतम् अस्ति तस्य यथा निर्दिष्टं द्युक्तं भवति. धातुतः सन् प्रत्ययपरे वा यङ् प्रत्ययपरे यस्य धातोः द्युक्तं न कृतं तस्य द्युक्तं भवति. अस्मिन् सूत्रे अनभ्यासः धातुः इति अनुवर्तितम् अस्ति. अनभ्यास इत्युक्ते सः धातु यः अभ्यासेन सह न आगच्छति. पूर्वाभ्यासः इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः प्रथमः तस्य अभ्याससंज्ञा भवति. अतः यस्य धातोः द्युत्तं कृतं नास्ति तादृशः धातुः अनभ्यासधातुः इत्युच्यते. अस्य धातोः सन् प्रत्ययपरे यङ् प्रत्ययपरे द्युत्तं भवति. लिट्लकार सामान्य लिट्लकार अपि सामान्यमेव भगिनि. अत्रापि धातुः समानमेव, यदा वयं लिट्लकारे दृष्टवन्तः तादृशमेव अत्र अस्ति. सन् प्रत्यय वा यङ् प्रत्ययपरे धातोः अनभ्यासधातुः अस्ति चेत् त्युत्तं भवति. त्युत्तं भूत्वा पूर्व प्रथम पद शब्द अभ्याससंज्ञा भवति. अतः समीचीनं, तावदेव. यदा वयं पूर्वं दृष्टवन्तः तावदेव. अत्र सन् प्रत्ययः यङ् प्रत्ययः, पट् धातुः अस्ति चेत् यदा द्वित्वं कुर्मः चेत् किं रूपम् आगच्छति भगिनि? द्वित्वं केवलं द्वित्वम् एव करोतु भगिनि. भगिनि अत्र ददाति इति लिट् मध्ये ददौ इति अस्ति खलु, तत्र दित्सा इति अस्ति सन्दन्तरूपं. दित्सा दित्सा दित्सा दित्सुः. तत्र प्रायः अन्यत् किमपि कार्यं भवति भगिनि, तत्र द्वित्वं न भवति. अस्तु, संज्ञोः अग्रिमं पठति वा भगिनि? श्लौ इति यद्वयम् इदानीं पठितवन्तः. श्लौ श्लौ सप्तमी एकवचनम् अनुवृत्ति अजादेः द्वितीयस्य धातोः अनभ्यासस्य सम्पूर्णसूत्रं धातोः अनभ्यासस्य श्लौ द्वे. सूत्रार्थः श्लौ परे यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति. अत्रापि सर्वत्र तादृशं दत्तमस्ति, यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति इति. अतः पूर्वमेव यदा धातोः द्वित्वम् अस्ति चेत् तत्र द्वित्वं न भवति. तस्य उदाहरणम् आवश्यकं किल, कुत्र धातोः द्वित्वम् अस्ति? आतिथ्यस्य धातूनामेव भवति खलु द्वित्वम्, अत्र सन् यङ् अन्यत्र. तदपि पूर्वस्मिन् सूत्रे तदपि दत्तम् इदानीं पिपटिष इति धातुः अस्ति. इदानीं पिपटिष धातुः अस्ति, तद् यङ् यङ् रूपं साधयामः चेत् तद् भवति अहं न जानामि यङ्ग् इति भवति वा अत्र इति, परं साधयामः चेत् तत्र पुनः द्वित्वं न भवति, पुनः न भवति, तत् पुनः इति तत्र न दत्तमस्ति किल, यदा धातोः द्वित्वं न कृतमस्ति तस्य धातोः द्वित्वं भवति इत्येव दत्तम्. इदानीं द्वित्वम् अस्ति खलु, पिपटिश इति धातुः अस्ति, सनन्तधातुः अस्ति, द्वित्वम् अस्ति. नूतन आतिदेशिकधातोः विषये वदति वा? आमां, नूतन आदेशदातु खलु, तद् यत् यस्मिन् द्वित्वम् अस्ति इति वा? दिधि वेवी वेवीन् यत् पठितवन्तः तस्य उदाहरणं भवितुम् अर्हति वा? तदपि अहं चिन्तितवती, प्रायः तस्य उदाहरणं वा, परन्तु तस्य अभ्यासः इति संज्ञा अस्ति किल, द्वित्वं नाभवत् तत्र. तत्र रूपं तु दरिद्रां चकार, दरिद्रा बभूव इत्येव अस्ति, तद् सम्यक् वा न जाने, परन्तु धातो मूलरूपं तु द्वित्वं एव अस्ति, तथैव तथैव अस्ति. तादृशम् उदाहरणमेव न प्रदर्शितं, किमर्थं तादृशं नास्ति इति न जाने, न भवति इति तु अवगच्छामः, परन्तु किमर्थम् इति इतोपि चिन्तनीयं. तदेव भवति खलु, तदेव किल, अनन्त तु भवति, यङ् यङ् भवति खलु, अनादिपत्येषु तस्य लिटिरूपं वा, तस्य लिटिरूपं द्वित्वं पुनः न मा करोतु, परन्तु सन् यङ् इत्यस्य तत्रापि धातोः द्वित्वं पूर्वं कृतं चेत् इत्येव आसीत् किल, पूर्वं हा तदस्ति, परन्तु इदानीं पिपटिश इति धातु अस्ति, इति धातु अस्ति, पुनः तत्र यङ् अन्त धातु यङ् रूपं साधयामः, तत्र तादृशं स्थितिः अहं चिन्तयामि, अथवा यङ्गन्तधातुः अस्ति, यङ्गन्तधातुः सनन्तरूपं तत्र द्वित्वं न भवति इति तद् भवति वा? यत् धातोः सनन्तरूपम् अस्ति तस्य एव यङ्गन्तरूपं भवति, अहं चिन्तयामि, भवितुमर्हति खलु, धातु एव खलु, आं तद् भवति किल महोदय, तत्र सनन्तधातोः यङन्तरूपं, यङन्तधातोः सनन्तरूपं न भवति, द्रष्टव्यं तत्र नियमाः तु सन्ति एव, परन्तु साधारणतया भवति किल, हा इच्छति इति इच्छार्थे सन् अस्ति, एतत् यङ् किम कस्मिन् अर्थे इति द्रष्टव्यं, पुनः पुनः इति अर्थे पुनः तर्हि भवति खलु, पुनः पुनः पठितुम् इच्छामि इति भवति एव, आमां प्रायः तादृशमेव वदन्ति इति चिन्ता. अस्तु, श्लौ इति तु स्पष्टमेव, श्लौ इति द्विवारं तस्य द्वित्वं भवति इति, अस्मिन् प्रकरणे अस्य एव, अस्मिन् गणे अस्य एव महत्त्वं श्लौ इत्यस्य. भगिनी अग्रिमम् अपि पठतु भगिनि, चङ्गि एकं सूत्रद्वयमेव अवशिष्टं, अरुणा भगिनि, चङ्गि चङ्गि सप्तमी एकवचनं अनुवृत्ति अजादेः द्वितीयस्य धातोः अनभ्यासस्य एकाचो अधिकारसूत्रम् एकाचो द्वे प्रथमस्य चङि धातोः अनभ्यसस्य द्वे सूत्रात्रं छङ् प्रत्ययपरे यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति, अत्रापि समानं पूर्वसूत्रवत् अत्र अभ्यासः नास्ति धातोः छङ् प्रत्ययपरे द्वित्वं करणीयम् इति अत्र दत्तम्. चङ् इति कश्चन लुङ् प्रत्ययः, लुङ् लकारस्य विशेष प्रत्ययः, अतः तत्रापि तादृशम् उदाहरणं कारि योगः लुङ् कारि क्लि ल कारि चङ्ग्ल द्वित्वमेव करोतु भगिनि, कारि इत्यस्य द्वित्वमेव करोतु, कार् कारि एकाचो द्वे प्रथमस्य इति, कार् इति प्रथमभागस्य प्रथम अवयवः एकाचो अवयवस्य द्वित्वं भवति, कार् कारि इत्येव भवति. मध्ये तु बहूनि कार्याणि सन्ति, परन्तु एतत्तु लुङ्गि लुङ्गि भवति. अग्रिममपि पठतु. दाश्वान् साह्वान् मीड् वाञ्च. दाश्वान् प्रथम एकवचनं, साह्वान् प्रथम एकवचनं, मीड्वान् प्रथम एकवचनं च अव्ययम्. अधिकारसूत्रम् एकाचौद्ये प्रथमस्य अतः न दत्तं. तदपि छन्दसि एव भवति तस्य अपि. दाश्वान् साह्वान् मीड्वान् इत्येत शब्दाः छन्दसि भाषायां च अवशिषेण निपायने इति दत्तं. केवलं छन्दसि दाश्वान् भवति भगिनि, तदेकाचौ द्वे प्रथमस्य एकादाश्वान् इति रूपम्. अतः अस्य एकाचो द्वे प्रथमस्य इति अधिकारस्य प्रसक्तिः दाश्वान् स्वाह्वान् मीड्वान् च इति पर्यन्तम् अस्ति द्वित्वप्रकरणम्. अस्तु, धन्यवादः. करपत्रे धन्यवादः भगिनि. अस्माकं करपत्रे पठामः. श्रीवल्ली भगिनी पठति वा? द्वित्वे चाते तद् तु वयम् अस्माकम् इदानीं पठितवन्तः, अतः तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि इति आरभ्य पठतु भगिनि. आम्, तत्र द्वितीय द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे. यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति. इदं सर्वम् अभ्यासकार्यम् इति उच्यते. आर्थधातुकप्रकरणे विस्तरेण परिशीलयामः. लिटि, लुङ्गि, सनि, एङ्गि इत्येषु अभ्यासकार्यस्य पुनः विभजनं भवति. सामान्य अभ्यासकार्यं, विशेषाभ्यासकार्यं चेति च इति. सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते. विशेष अभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य. यथा विशेष अभ्यासकार्यं पुनः श्लौ पृथक्तया पुनः सनि, एङ्गि, चङ्गि च. तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे, अभ्यासविषये. यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति. कार्याणि इति यथा अभ्यासस्य ह्रस्वत्वं भवति, अभ्यासस्य अल्पप्राणत्वं च भवति. इदं सर्वम् अभ्यासकार्यम् इति उच्यते. विस्तरेण आर्थधातुकप्रकरणे परिशीलयामः. लिटि, लुङ्गि, सनि, एङ्गि इत्येषु अभ्यासकार्यस्य पुनः विभजनं भवति. सामान्य अभ्यासकार्यः, विशेष अभ्यासकार्यम् इति. सामान्य अभ्यासकार्यम् इति अभ्यासकार्यं भवति इति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते. 611, 612 इति सूत्रे एकाचु प्रथमे यत्र यत्र द्वित्वं भवति भवति. आं भगिनि, बट् मेन् सूत्रस् 611 and 612 इति. 611, 612 अस्मिन् गणे वयम् उपयोगमेव न कुर्मः. तद् किञ्चित् जानीमः इत्येव उक्तवती. अत्र यद् श्लौ इत्यस्मात् अनन्तरं यथरक्ष्वः हलादि यद् अग्रे आगच्छति तस्यैव वयं सामान्यकार्यमेव सामान्यकार्यं भवति सामान्यमेव अत्र दत्त. अत्र विशेष अभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य. यथा लिटि विशेष अभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, एङ्गि, चङ्गि च. अत्र विशेष अभ्यासकार्यं भवति. आम्, तत्र यद् प्रथमं यद् इदानीं यद् भवति तत् सामान्य अभ्यासकार्यं भवति. यद् वयं पूर्वं पठितवन्तः तत्तु द्वित्वकार्यमेव. यदा भवती उक्तवती एकाचो द्वे प्रथमस्य इत्यनेन द्वित्वं भवति, अनन्तरमेव अभ्यासकार्यं. पूर्वाभ्यासः इत्यनेन अभ्यासः इति संज्ञा भवति, अनन्तरम् तद् निमित्तीकृत्य यद् अभ्यासकार्यं भवति तत्र भागद्वयं सामान्य विशेष इति. सामान्य प्रथमं पश्यामः, अनन्तरं विशेष अभ्यासकार्यम् आगच्छति. एतादृशमेव सर्वत्र भवति इति वदति. लिटि अपि भवति, सङ्गी अपि भवति, यङि अपि भवति इति. तत्र अग्रिमं सूत्रं पठतु भगिनि. अत्र सामान्य अभ्यासकार्यं ह्रस्वः अत्र सन्ति प्रमुखसामान्य अभ्यासकार्याणि. प्रथमं सूत्रं ह्रस्वः. अभ्यासस्य अच् वर्णः ह्रस्वः स्यात्. अचः च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु ह्रस्व दीर्घः प्लुत इति एते शब्दाः आयान्ति तत्र अचः इति शब्दः सूत्रार्थे अपि आयाति. अतः ह्रस्वः इति युक्तौ ह्रस्वः अच् वर्णः तथा सर्वत्र. ह्रस्व प्रथमान्तम् एकपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इति अस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः. अतः तत्र धातोः प्रथमं द्वित्वं करोतु भगिनि. धातु हलादि एकाच् प्रत्ययः इति एकाच द्वे प्रथमस्य इति सूत्रेण श्लौ एव श्लौ श्लौ इत्यनेन एव एकाचो द्वे प्रथमसे इति अधिकारसूत्रमस्ति. श्लौ इति सूत्रेण द्वित्वं भवति. धा इति भवति समीचीनम्. इदानीं ह्रस्वः करोतु. अभ्यासस्य अच्वर्णः ह्रस्वः भवति. अभ्यासवर्णः कः? अत्र अभ्याससंज्ञा अभ्यासवर्णः प्रथमम् अस्ति. द्वित्वे कृत्वे प्रथमः पूर्वः प्रथमः. अत्र ह्रस्वः भवति. दधा इति भवति किल? दधा इति भवति. आम्. अतः ह्रस्वः इति सूत्रेण. श्लौ इत्यनेन एव द्वित्वं भगिनी, तद् मनसि भवेत्. श्लौ परे किमर्थं श्लौ इति अवगच्छति वा? आं भगिनि, जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः इति प्रत्ययः श्लु इति प्रत्ययः भवति इति चेत् श्लौ इति सूत्रेण द्वित्वं भवति. तावदेव, तद् बहु मुख्यमस्ति. धन्यवादः. रघुपतिमहोदय अग्रिमसूत्रं पठति वा? हलादिशेषः. अष्टाध्यात्कमध्ये वा? न अस्माकं करपत्रमेव. एकवारं हलादिशेषः. अभ्यासस्य आदिमहल् शेषः अभ्यासे अपरेषां हलान् लोपः. हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तं त्रिपदमिदं सूत्रम् अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य अभ्यासस्य हलादिः शेषः. आदिम इत्युक्तौ आदौ यः, न तु प्रथमः. अस्तु, अतः अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच् वर्णः न तु हल् वर्णः इति कारणतः हलादिशेष इत्यनेन अभ्यासे सर्वेषां हल् वर्णानां लोपः भवति. अस्तु, अट् इदानीम् अट् अस्ति, अट् अट् इति भवति. अत्र हलादि नास्ति, अतः अट् अस्ति. अथवा इदं पच् अस्ति, पच् अस्ति. इदानीम् अत्र अत्र हलादिशेष इत्यनेन प इति एव अन्य चकारस्य लोपः भवति पपच् इति भवति इति भवति खलु हलादिशेष जन् इत्युक्ते जन् इत्युक्ते जजन् इति भवति जन् जन् इदानीं ज इति अत्र हलादिशेष इत्यनेन अभ्यासस्य आदिम हल् शिष्यते अन्ये लुप्यते हल् जजन् जजन् इति भवति आदिमः एव अवशिष्यते अन्तिमः इति न वदामः अग्रिम इति अग्रिमः अग्रिमः सारि अग्रिम लुप्यते आदिम एव यत् सर्वम् अस्ति तत् लुप्यते यत् सर्वम् अस्ति तद् लुप्यते समीचीनं महोदय कुहोश्चुः अपि पठति महोदय कुहोश्चुः अस्तु अभ्यासे कवर्गीयस्य हकारस्य स्थाने चवर्गीयादेशो भवति तत्र स्थानेन्तरमिति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः तदा अभ्यासे चच् इत्यनेन ज स्थाने झकारः कुश्चः च तयोः इतरेतरद्वन्द्वः कुहौ तयोः कुहोः कुहोः षष्ठ्यन्तं चु प्रथमान्तं चुः इति प्रथमान्तं द्विपदमिदं सूत्रम् अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अङ्गस्य अभ्यासस्य कुः चुः इति पूर्णसूत्रमस्ति इदानीम् अत्र अत्र तर्हि अत्र कवर्गी अभ्यासे कवर्गस्य हकारस्य तत्तत् इदानीं चवर्गीय ककारस्य चवर्गादेशः भवति स्थानेन्तर इति सूत्रेण भवति हकारस्य तु जकारः भवति झ इति अति महाप्राणः अस्ति परपूर्वं झकारः भवति अनन्तरम् अभ्यस्यच इत्यनेन झकारः भवति अनन्तरम् अभ्यस्यच इत्यनेन जकारः भवति तत्र कवर्गस्य स्थाने चवर्गः तु यथासङ्ख्यम् अनुदेशसमानम् नास्ति अत्र यदा भवान् उक्तवान् हकारस्य जकारः तु स्थानेन्तरतमः कुम्भरनादघोष महाप्राण अतः जकारस्य क्षम्यतां हकारस्य झकारः जातः अनन्तरम् अभ्यासे चर्चा इत्यनेन अतः इदानीं कु इति करोतु महोदय कु धातुः हु इति धातुः अस्ति हु हु इति भवति हु हु हु इति धातुः हु हु हु हु इति भवति ह्रस्वा भवति हु हु इति भवति अनन्तरम् अङ्गस्य ह्रस्वः एव सारि क्षम्यक् क्षम्यक् हु हु इति हु हु इति अस्ति हु हु इति अस्ति जुः इति भवति जुः अनन्तरं जकारः भवति हकारस्य झु इति भवति अनन्तरम् अभ्यस्तचैतनेन चवर्गीयादे च सारि जकार जकार भवति अतः जुः जुहोति जुहोति कि इति कि अस्तु कि इति अस्ति कि कि इति अस्ति इदानीं चिकीर्षति चिकि चि इति ककारस्य चक् चवर्गे प्रथमवर्णः अस्ति क इति अस्ति अतः चि चिकीर् चिकि आम् अस्तु महोदय समापयामः आं वदतु भगिनि शोः कुः इति अस्ति खलु एतत् विपरीतरूपेण कुहोः चुः तत्र आमामां भिन्नविषयः परन्तु आं यदा भवति केवलं कवर्गः तादृशं यदा मर्तव्यं चेत् वयं तादृशम् आं सम्यक् एव चोः इत्यस्य विपरीतमस्ति अहं परन्तु अभ्यासे एव कार्यं भवति सम्यक् एव अस्तु अतः तत्र ककारस्य स्थाने चकारः आगच्छति चकारः आम् अत्र सूत्रसङ्ख्या स्मर्तव्या अत्र तद् अहम् अग्रिमसप्ताहे वदिष्यामि अस्तु समापयामः सर्वेषां नूतनसंवत्सरस्य शुभाशयाः भवत्याः अपि धन्यवादः धन्यवादः